सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां विभक्तिरूपाणि इति तस्मिन् विषये वयं गतवर्गे वयं तत्र स्त्रीलिङ्गरूपाणि अपि नपुंसक पदानां लिङ्ग नपुंसकलिङ्गपदानां प्रथमविभक्तिरूपाणि दृष्टवन्तः तस्मिन् विषये एकं पाठं पठितवन्तः तत्र पुटसङ्ख्या अस्ति 13 तत्र पर्यावरणसंरक्षणे इति तत्र अतः तत्र किं वयं प्रायशः तस्मिन् केवलम् एकः एव परिच्छेदः विशिष्टः अस्ति इति मन्ये तत्र पठनीयः अस्ति इति मन्ये अस्तु सुजाता भगिनी नमस्कारः मधुमहोदय नमस्कारः नमस्कारः पुटसङ्ख्या अस्ति 13 तत्र स्त्रीलिङ्ग अपि नपुंसकलिङ्गशब्दानां प्रथमविभक्तिरूपाणि दत्तानि सन्ति किन्तु तस्मात् पूर्वं यथा वयं वर्गे कुर्मः किञ्चित् पुनस्मरणार्थमपि अभ्यासार्थं तत्र एतत् कुर्मः तत्र उषा भगिनी तत्र इदानीं तत्र हा जगत् इति नपुंसकलिङ्गरूपस्य जगत् इति पदम् अस्ति तकारान्तपदं नपुंसकलिङ्गपदं तस्य विभक्तिरूपाणि एकवारं पठति वा भगिनि आं महोदय सा इति उपयुज्य वदामि महोदय तत् इति नपुंसकलिङ्ग तत् एतानि अस्ति नमः तकारान्तः जगत् शब्दः नपुंसकलिङ्गरूपम् अस्ति तत् जगत् ते जगति तानि जगन्ति ते तानि तत् जगत् ते जगति तानि जगन्ति तेन जगता ताभ्यां जगद्भ्यां तैः जगद्भिः तस्मै जगते ताभ्यां जगद्भ्यां तेभ्यः जगद्भ्यः तस्मात् जगतः ताभ्यां जगद्भ्यां ताभ्यः तेभ्यः जगद्भ्यः षष्ठी अहं लक्ष्मी अस्मि लक्ष्मी भगिनी नमस्कारः नमस्कारः महोदय नमस्कारः भगिनी पुटसङ्ख्या अस्ति 13 किन्तु तत्र स्वरूपमहोदयस्य करपत्रे यानि पदानि सन्ति तत्र अभ्यासं कुर्वन्तः स्मः अस्तु अस्तु महोदय तस्य जगतः तस्य तयोः जगतोः तेषां जगतां तस्य तस्मिन् जगति तयोः जगतोः तेषु जगत्सु हा बहु समीचीनं भगिनि हा बहु समीचीनं हा तेषु जगत्सु इति समीचीनम् अस्तु इदानीं तत्र शोभा भगिनि इदानीं तत्र जगत् इति एव तादृश एव पदं किन्तु तत्र नपुंसकलिङ्गे बियत् इति अपि अस्ति भगिनि बियत् इत्युक्ते आकाशः ओ अस्तु महोदय जगत् इति एव भवति वा हा हा जगत् एव रूपं बियत् इति तत्तेव तत्त्व एतत् अस्तु महोदय एतत् जग एतत् वियत् नो चेत् भगिनि तत्र प्रायशः क्लेशः भवति, अतः केवलं तत्र पदं नास्ति इति कृत्वा तत्र केवलं तत्र वियत् इति जगत् दृष्ट्वा वियत् इति करोतु। अस्तु, वियत् तत् उपयोगं करोमि महोदय। अस्तु भगिनि, अस्तु, तत् तत् वियत्, ते वियति, तानि वियन्ति, अपि च तत् ते तानि तत् ते तानि, तत् वियत्, ते वियति, तानि वियन्ति, अपि च तेन वियता, ताभ्यां वियद्भ्यां, ताभिः वियद्भिः, न तत्र तृतीय अस्ति, तैः तैः तैः तैः क्षम्यतां, तैः वियद्भिः, चतुर्थ अस्ति तस्यै, तस्मै वियते, ताभ्यां वियद्भ्यां, तेभ्यः वियद्भ्यः, पञ्चमी तस्मात्, तस्मात् वियतः, ताभ्यां वियद्भ्यां, तेभ्यः वियद्भ्यः, षष्टिः तस्य वियतः, तयोः वियतोः, तेषां वियतां, सप्तमी तस्मिन् वियति, तयोः वियतोः, तेषु वियत्सु। हा, समीचीनं भगिनि। हा, तत्र अभ्यासार्थं, किन्तु तत्र यदि एतादृश अभ्यासः भवति तत्र सर्वनामपदानामपि अभ्यासः भवति अत्रापि तत्र। अस्तु भगिनि, समीचीनमेव। अस्तु, इदानीं तत्र नरेश महोदय, इदानीं तत्र कर्म इति अस्ति, तत्र कर्म, कर्मणि, कर्माणि इति, तत्र तस्य पदस्य रूपाणि तत्र तत्तेतानि उपयुज्य करोति वा महोदय? आं महोदय, तत् कर्म, ते कर्मणि, तानि कर्माणि, तत् तत् कर्म, ते कर्मणि, तानि कर्माणि, तेन कर्मणा, ताभ्यां कर्मभ्यां, तैः कर्मभिः, तस्मै कर्मणे, ताभ्यां कर्मभ्यां, तेभ्यः कर्मभ्यः, तस्मात् कर्मणः, ताभ्यां कर्मभ्यां, तेभ्यः कर्मभ्यः, तस्य कर्मणः, तयोः कर्मणोः, तेषां कर्मणां, तस्मिन् कर्मणि, तयोः कर्मणोः, तेषु कर्मसु। हा, समीचीनं महोदय। अस्तु, समीचीनम्। अग्रे इदानीं तत्र तत्र नकारं वंशीसुतः भगिनि, नमस्कारः भगिनि, नमस्कारः। तत्र स्वरूपमहोदयस्य करपत्रेण सह तत्र किञ्चित् अभ्यासं कुर्वन्तः स्मः। इदानीं तत्र कर्म इति नपुंसकलिङ्गपदं कृतं। हा, तत्र अन्यत् पदम् अस्ति तत्र नाम इति, तदपि कुर्मः। अतः तत्र गीताञ्जलि भगिनि, तत्र केवलं तत्र कर्म, कर्मणि, कर्माणि इति दृष्ट्वा भगिनि, तत्र नाम, नामनि, नामानि इति। आं महोदय, नाम, नाम, नामनि, नामानि, नामनि, नामानि, नाम, नामनि, नामानि, नामना। हा, तत्र प्रायशः किञ्चित् नाम्ना इति अस्ति, नाम्ना इति अस्ति, सत्यं भगिनि। अतः अतः तत्र अस्तु नाम्ना। हा, तत्र किञ्चित् प्रायशः भेदः अस्ति, नाम्ना, नाम, नामभ्यां, नामभिः, किन्तु हा तत्र नाम्ने इति, तत्र मध्ये अकारान्तः नास्ति भगिनि, तावदेव। नाम्ना नामभ्यां नामभिः नाम्ने नामभ्यां नामभ्यः नाम्नः नामभ्यां नामभ्यः नाम्नः नाम्नोः अत्रापि नाम्नोः अस्ति महोदय समीचीनं वा नाम्नोः नामानां नामानाम् अस्तु भगिनि अतः भवती अस्तु अतः दोषः मास्तु नामन् इति दृष्टवान् तत्र पुस्तके तत्र नामन् नपुंसकलिङ्गम् इति अस्ति कर्मणपि नपुंसकलिङ्गम् इति अस्ति अतः भवती एतत् करोतु तत्र एतत् कर्म इति एव करोतु भगिनि हा अस्तु महोदय एतत् एतत् कर्म एते कर्मणि एतानि कर्माणि एतत् कर्म एते कर्मणि एतानि कर्माणि एतेन कर्मणा एताभ्यां कर्मभ्याम् एतैः कर्मभिः एतस्मै कर्मणे एताभ्यां कर्मभ्याम् एतेभ्यः कर्मभ्यः पञ्चमी तु एतस्मात् कर्मणः एताभ्यां कर्मभ्याम् एतेभ्यः कर्मभ्यः षष्ठी एतस्य कर्मणः एतयोः कर्मणोः एतेषां कर्मणां सप्तमी एतस्मिन् कर्मणि एतयोः कर्मणोः एतेषु कर्मसु हा समीचीनं भगिनि अस्तु अस्तु तर्हि इदानीं तत्र ललिता भगिनि इदानीं तत्र धनुः इति अस्ति तत्र पुनः तत्र एतत् धनुः इति अथवा तत् धनुः इति वदति वा तत् धनु शकारान्तशब्दः अस्ति धनुः तत् धनुः ते धनुषी तानि धनूंषि तत् धनुः ते धनुषी तानि धनूंषि तेन धनुषा ताभ्यां धनुर्भ्यां तेभ्यः तैः धनुर्भिः श्रूयते वा पुनः एकवारं तृतीया वदतु भगिनि एकवचने किमस्ति एकवचने तेन धनुषा ताभ्यां धनुर्भ्यां तैः न तैः धनुर्भिः चतुर्थी तस्मै धनुषे ताभ्यां धनुर्भ्यां तेभ्यः धनुर्भ्यः पञ्चमी तस्मात् धनुषः ताभ्यां धनुर्भ्यां तेभ्यः धनुर्भ्यः षष्ठी तस्य धनुषः तयोः धनुषोः तेषां धनुषां सप्तमी विभक्ति तस्मिन् धनुषि तयोः धनुषोः तेषु धनुषु. हा समीचीनं भगिनि, अस्तु. सम्यक् श्रूयते वा? सम्यक् श्रूयते भगिनि, चिन्ता मास्तु. अस्तु अस्तु, इदानीं तत्र मधु महोदय, तत्र इदानीं तत्र मनः इति अस्ति महोदय, तत्र एकवारं मनः इति एव करोति वा? तत्र पठति वा तत्र मनः, मनसि, मनसि इति? अस्तु, मनः मनसि मनांसि, मनः मनसि मनांसि, मनसा मनोभ्यां मनोभिः, मनसे मनोभ्यां मनोभ्यः, मनसः मनोभ्यां मनोभ्यः, मनसः मनसोः मनसां मनसां, मनसि मनसोः मनत्सु. हा मनस्सु, अस्तु महोदय, हा समीचीनं. तत् उपयोज्य एकवारं इदानीं करोति वा? प्रयत्नं करोमि महोदय. अस्तु महोदय. तत् मनः, ते मनसि, तानि मनांसि, तत् मनः, ते मनसि, तानि मनांसि, तेन मनसा, ताभ्यां मनोभ्यां, तैः मनोभिः, तस्मै मनसे, ताभ्यां मनोभ्यां, तेभ्यः मनोभ्यः, तस्मात् मनसः, ताभ्यां मनोभ्यां, तेभ्यः मनोभ्यः, तस्य मनसः, तयोः मनसोः, तासां तेषां तेषां मनसां, तस्मिन् मनसि, तयोः मनसोः, तेषु मनसु. हा बहु समीचीनमस्ति महोदय, धन्यवादः. अस्तु तर्हि पुनः तत्र लक्ष्मी भगिनी, इदानीं तत्र मनः इव तत्र सरस् अस्ति, करोति वा भगिनी? केवलं तत्र रूपं दृष्ट्वा सरः सरसि सरांसि इति, सरः सरसि सरांसि, तद् उपयुज्य वा इदा तत् यदि सौकर्यम् अस्ति चेत् वदतु भगिनी. एतत् वदामि, एतत् एतत् सरः, एते सरसि, एतानि सरांसि, एतत् सरः, एते सरसि, एतानि सरांसि, एतेन सरसा, समीचीनम्, एतेन सरसा, एताभ्यां सरा, तत्र प्रायः सरोभ्याम् इति, सरोभ्याम् इति एव भवति इति मनसि भगिनि, सरसा सरोभ्यां सरोभिः, एतैः एतैः सरोभिः सरोभिः, एतस्मै एतस्मै सरसे, एतस्मै सरसे, एताभ्यां सरोभ्याम्, एतेभ्यः सरोभ्यः, एतस्मात् सरसः, एताभ्यां सरसः, एताभ्यां सराभ्यां सरोभ्यां सरोभ्यां वा सरोभ्यां सरोभ्यां एतेभ्यः सरेभ्यः, एतस्य सरसः, एतयोः सरयोः, एतेषु षष्ठी षष्ठी करोति वा सप्तमी करोति वा? इदानीं षष्ठी बहुवचनं, एतेषां एतेषां एते एतेषां सरसां सरसां, एतस्मिन् सरसि, एतयोः सरयोः सरयोः सरसोः सरसोः सरसोः, एतेषु सरस्सु सरस्सु सरस्सु सरस्सु इति. अस्तु, इदानीं तत्र वंशीसुधा भगिनी, तत्र भगिनी तत्र श्रोतस् इति स्वीकरोति वा भगिनि? तत्र श्रोतः श्रोतसि श्रोतांसि तत् इति मास्तु, केवलं तत्र श्रोत् तदपि नपुंसकलिङ्गमेव अस्ति न महोदय, श्रोत आं भगिनि, आं भगिनि, पुटसङ्ख्या चतुर्दशे पुटे तत्र कोष्टकम् अस्ति। ओ न, हा नास्ति महोदय, अहम् एवं दृ अस्तु अस्तु भगिनि, अतः तत्र श्रोतः श्रोतः सकारः श्रोतः श्रोतः ओ अस्ति श्रोतः श्रोतः श्रोतः द्वयोः श्रोतः श्रोतः इत्युक्ते तत्र तत् श्रुतं तत्र श्रवणस्य विषये अस्ति। श्रोतः इत्युक्ते श्रोतः इत्युक्ते सोर्स् इति नदेः श्रोतः इति अस्तु महोदय। श्रोतः श्रोतसि श्रोतांसि श्रोतः श्रोतसि श्रोतांसि श्रोतसा श्रोतोभ्यां श्रोतोभिः श्रोतसे श्रोतोभ्यां श्रोतोभ्यः श्रोतसः श्रोतोभ्यां श्रोतोभ्यः श्रोतसः श्रोतसोः श्रोतसां श्रोतसि श्रोतसोः श्रोतस्सु। हा बहु समीचीनं भगिनि, धन्यवादः महोदय। इदानीं तत्र प्रायशः तत्र हा सुजाता भगिनी, तत्र करपत्रे धनुः धनुष् इति पदं दत्तमस्ति, शकारान्तपदं नपुंसकलिङ्गपदं, किन्तु गीतासोपाने तत्र अन्ते तत्र कोष्टकम् अस्ति भगिनि, तत्र चक्षुः इति शकारान्तनपुंसकलिङ्गपदं धनुः इव, तद् दृष्ट्वा तत्र एकवारं पठित्वा तदनन्तरं तत् इति उपयुज्य वक्तुं शक्नोति वा? अस्तु भगिनि, अतः तत्र एकवारं तत्र चक्षुः चक्षुषि चक्षुषि तदेव वदतु, तत् इति इदानीं मास्तु। चक्षुः चक्षुषि चक्षुंषि चक्षुः चक्षुषि चक्षुंषि चक्षुर्भ्यां चक्षुर्भिः चक्षुषे चक्षुर्भ्यां चक्षुर्भ्यः चक्षुषः चक्षुर्भ्यां चक्षुर्भ्यः चक्षुषः चक्षुषोः चक्षूणां चक्षु चक्षुः चक्षुः चक्षोः चक्षुषु। हा तत्र षष्ठी मध्ये किम् उक्तवती एकवारं पुनः वदति वा भगिनि? चक्षुषः चक्षुषः चक्षोः चक्षुषोः चक्षुषोः चक्षुषां चक्षुषां हा समीचीनम् अस्तु। सप्तमी चक्षुषि चक्षुषोः चक्षुषोः चक्षुष चक्षुषु चक्षुषु समीचीनं भगिनि अस्तु, धन्यवादः। अस्तु सर्वे कृतवन्तः इति मन्ये, अतः तत्र इदानीं तत्र प्रायशः प्रथमवारं वयं तत्र नपुंसकलिङ्गपदानां हलन्तपदानाम् अभ्यासं कृतवन्तः इति मन्ये। अस्तु तर्हि इदानीं तत्र गीतासोपानपुस्तके तत्र त्रयोदशे पुटे पाठः अस्ति, तं पाठं प्रायशः तत्र प्रायशः अर्धभागस्य अधिकं पठितवन्तः, किन्तु किञ्चित् एव तत्र अन्तिमभागे किञ्चित् पठनीयमस्ति इति मन्ये, अतः तत्र कुर्मः एकवारं तत्र किं किम् अस्ति इति केवलं तत्र किं कुर्मः तत्र अस्तु हा वेदा भगिनी, तत्र पाठे तत्र प्रथमपरिच्छेदे किम् अस्ति भगिनि, तत्र किञ्चित् विवृणोति वा? एकनिमिषं महोदय, प्रथमपरिच्छेदे ग्रीष्मकालस्य अनन्तरं वर्षाकाल आगच्छति इति उक्तं, वर्षाकाले किं भवति इति दत्तमस्ति, आकाशे आकाशे सूर्यं सूर्यम् आच्छाद्य मेघमालाः इतस्ततः आकाशे मेघाः इतस्ततः चलति विहरन्ति कृषकाणां मेघाः दृष्टुं कृषकाः सन्तोषम् अनुभवन्ति. यदा वृष्टिः भवति तदा भगवतः आशीषः इति मन्यन्ते. तडितः प्रकाशन्ते आकाशे तडितः प्रकाशन्ते मेघाः गर्जन्ति सर्वदिशानां दिक्पदं हलन्तपदं दिश् दिश् इति स्त्रीलिङ्गपदम् अतः सर्वासु दिक्षु सर्वासु दिक्षु प्रकम्पनं अनुभवैकवेद्यं तत्र तादृशः भवति तादृशं भवति तत्र यत् प्रकम्पनम् उत्पन्नं यत् भवति तादृशं भवति तत्र वयं शब्देन न वक्तुं शक्नुमः केवलम् अनुभवेन ज्ञातुं शक्नुमः. अनुभवैकवेद्यं भवति कदा मेघाः द्रष्टुं मयूराः मेघान् दृष्ट्वा मयूराः नृत्यन्ति समीचीनं भगिनी. अस्तु इदानीं तत्र नरेश् महोदय तदनन्तरं किम् अस्ति तत्र तस्मिन् परिच्छेदे वृष्टिः भवति तदा सरांसि सरितः पूर्णानि अतः सरोवराः अपि नद्यः पूर्णानि भवन्ति. नद्यः इति स्वीकुर्मश्चेत् सरोवराः नद्यः तत्र पूर्ण इति किं वदामः पूर्णानि इति न भवति पूर्णाः भवन्ति पूर्णाः भवन्ति नद्यः नदी पूर्णा नद्यः पूर्णाः समीचीनं भवन्ति आकाशे इन्द्रधनुः भवति इन्द्रधनुः द्रष्टुं शक्नुमः सर्वे प्रफुल्लानि भवन्ति सर्वेषां मनांसि प्रफुल्लानि हर्षेण प्रफुल्लानि भवन्ति सर्वे हर्षिताः भवन्ति कृषकाः बीजानि वपन्ति तेन वपनेन सस्यसम्पद् वर्धते तेन वपनेन क्रमेण तत्र सस्यसम्पदः यः सम्पद् वर्धते अथवा सम्पद् इति पदस्य षष्ठी किं सम्पदः सम्पदः वर्धनं भवति भवति इति समीचीनं महोदय. अस्तु इदानीम् अग्रिमे परिच्छेदे किम् अस्ति तत्र उषा भगिनी किञ्चित् वद विवृणोति वा तत्र अग्रिमे परिच्छेदे तत्र किम् अस्ति इति. आं महोदय. बालाः वृष्टिजले आनन्देन क्रीडन्ति कृतम् इदानीं तत्र परं यदा अतिवृष्टि अस्तु महोदय यदि अतिवृष्टि भवति तदा महती विपद् आगच्छति इदानीम् एतावत् किम् उक्तं तत्र यदि वृष्टिः भवति कीदृशः सन्तोषः लोके भवति इति परिणितः खलु. वृष्टिः भवति चेत् सर्वे जनाः लोके तत्र बहु सन्तुष्टाः भवन्ति इति वर्णितः एतावत्. इदानीम् अग्रे किं भवति तत्र अतिवृष्टिः भवति चेत् यदि अतिवृष्टिः अस्ति तदा महती विपत् भवति. विपद् इत्युक्ते आपद् आपद् आगच्छति सञ्जायते. सरितां नद्याम् अपि च लघु नद्याम् इति सरिताम् इति विभक्ति का तत्र सरितां षष्ठी बहुवचनं नदी इत्युक्ते नदीनां तीरेषु यानि गृहाणि सन्ति ते तानि सर्वाणि जले अन्ते निमग्नानि भवन्ति. अपि च पशुपक्षिणः लघवः प्राणिनः म्रियन्ते. तत्र जले तत्र ते अपि तत्र जले निमग्नाः भवन्ति इति कृत्वा तत्र ते अपि म्रियन्ते. एवमेव यदि अनावृष्टि भवति चेत् तदपि आपदः सम्भवन्ति. तत्र यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते. यदि तथैव अनावृष्टिः भवति चेदपि आपदः सम्भवन्ति तदा जलं नास्ति जलस्य अभावेन इत्युक्ते जलं नास्ति चेत् सरितः शुष्यन्ति. वृक्षाः अपि वृक्षस्य अपि विनश्यन्ति इति विनश्यं भवन्ति इति तत्र तेषां नाशः भवति इति तेषां नाशः भवति विनश्यति ते विनश्यन्ति विनश्यति वृक्षाः विनश्यन्ति. कृषिकर्म असाध्यं भवति इत्युक्ते कृषिकर्मकाः कार्यं महोदय कृषिकार्यं कर्तुं न कृषिकार्यं किमपि भवितुं न कोऽपि कर्तुं शक्नोति. तत्र जलमेव नास्ति खलु. जलं नास्ति चेत् तत्र बीजस्य वपनं वा किमपि न भवितुं कर्तुं शक्नुमः खलु. आं महोदय. तत्र किमर्थं तत्र असाध्यम् इति अस्ति? असाध्यः इति नास्ति असाध्यम् इति अस्ति. नपुंसकलिङ्गकर्मन् इति नपुंसकलिङ्गपदं कृषिकर्म इति अस्ति. समीचीनं भगिनि. कृषिं विना धान्यस्य उत्पत्तिः अपि न भवति. यदि कृषिकः कार्यं न करोति चेत् धान्यस्य उत्पत्तिः न भवति. तदनन्तरं प्राणाधारण एक संशयः महोदय. तत्र प्राणधारणवस्तूनाम् इत्युक्ते वस्तूना इत्युक्ते किम् अस्ति महोदय तत्र अर्थः? वस्तु इत्युक्ते पदार्थः भगिनि. वस्तूनि वस्तूनि इति नपुंसकलिङ्गपदं तत्र गीतासोपने प्रथमभागे दृष्टवन्तः. वस्तूनि वस्तूनि पदार्थः एतद् वस्तु खादितुम् अपि भवितुम् अर्हति. पुस्तकमपि तत्र कानि वस्तूनि भवतः गृहे भवत्याः गृहे सन्ति इति अपि प्रश्नः भवति. मम गृहे अथवा तस्य प्रकोष्ठे अनेकानि वस्तूनि सन्ति. वस्तूनि इत्युक्ते नाट् ओन्लि क्लात् वस्त्र क्लात् इति वस्त्रम् यदपि वस्तूनि वस्तूनि अभावेन जनाः क्लेशम् अनुभवन्ति कष्टम् अनुभवन्ति जनाः कष्टम् अनुभवन्ति तत्र प्राणधारणवस्तूनां येन प्राणस्य धारणं कर्तुं शक्नुमः तत्र प्राणस्य वर्धनम् अथवा तस्य धारणं तत्र प्राणं प्राणः देहे तेन वस्तुना भवति तत्र यदि तद् वस्तु नास्ति तत्र प्राणधारणं कष्टकरं भवति अतः तत्र तेषां वस्तूनाम् अभावेन तत्र प्राणधारणं कष्टकरं भवति अतः जनाः क्लेशम् अनुभवन्ति क्रमेण जीवन लोके जीवनं दुस्सहं भवति हा बहु कष्टकरं भवति हा एतत् वयं जानीमः खलु कोविड् अतः तत्र एतादृशी परिस्थितिः वयम् अस्माभिः ज्ञाता एव परिस्थितिः महोदय असहनीय शब्दं दुःसहम् असहनीयः असहनीयम् असहनीयं तत्र तत्र जीवनस्य सहनं कष्टकरम् इति दुष्करं समीचीनं भगिनि अस्तु तत्र एतावत् वयं कृतवन्तः इति मन्ये केवलं तत्र अग्रे किञ्चित् परिशीलनं करणीयमस्ति अतः तत्र अस्तु तत्र लक्ष्मी भगिनी अग्रे पठति वा तत्र आम् महोदय अग्रे अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव घनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति विवृणोति वा तावत्पर्यन्तं वाक्यद्वयं अधिकता नो चेत् अभाव अस्ति चेत् तत्र अनावृष्टिः वृष्टेः च कारणं मनुष्यः मूलम् इत्युक्ते कारणं मनुष्यः मनुष्यः एव मानवः एव मानवः एव तत्र अतिवृष्टेः इति विभक्तिका तत्र अतिवृष्टेः वृष्टेः अतिवृष्टेः वृष्टिः स्त्रीलिङ्गपदं वृष्टेः समीचीनं भगिनि वृष्टेः अनावृष्टेः वा अनावृष्टेः च महोदय तत्र पञ्चमी भवति वा षष्टि कथं भवति कारणं कारणं किन्तु तत्र तत्र तस्मात् इति तत्र तस्मात् कारणात् इति नास्ति खलु भगिनि तत्र तत्र अस्तु तत्र अतिवृष्टिः अस्ति तत्र पूर्वस्मिन् परिच्छेदे पश्यामः तत्र यदा अतिवृष्टिः भवति तदा महती विपत् सञ्जायते तत्र वाक्यं किं भवति पञ्चमे उपयुज्य वाक्यं वदतु अतिवृष्टेः कारणात् विपत् सञ्जायते इति अत्र कारणं किम् अस्ति विपदः कारणं किम् अस्ति अतिवृष्टिः अतिवृष्टिः समीचीनम् किन्तु इदानीं तत्र कारणम् इति अतिवृष्टिः इति न कारणम् अतिवृष्टेः कारणं किम् इति प्रश्नः अस्तु अवगच्छामि चिन्ता मास्तु भगिनि समीचीनमेव अस्तु अस्तु लक्ष्मी भगिनी अतः तत्र अतिवृष्टेः कारणं वा अनावृष्टेः कारणं वा मनुष्यः एव किमर्थम् इति अग्रे निबिड अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति निबिडवनानां नाशनेन पर्यावरणम् असन्तुलितं भवति. असन्तुलितम् इत्युक्ते तत्र नियन्त्रणं नास्ति. हा, तत्र यथा पर्यावरणं तत्र तुलन इति अथवा तत्र यद् यत्र यद्यद् भवितुम् अर्हति तद् न भवति इति कृत्वा खलु. तत्र किञ्चित् अधिकं भवति, न्यूनं भवति. हा, तत्र इम्बालेन्स् एव पर्यावरणं तु तत्र सन्तुलितं, तत्र सन्तुलितम् इत्युक्ते तत्र सर्वं सर्वेषां वस्तूनां तत्र या तुल्यता अपेक्षिता सा तुल्यता अस्ति तत् साधारणतया. किन्तु इदानीं किम् अभवत् तत्र केचन वनानां नाशनेन पर्यावरणे इत्युक्ते तत्र लोके तत्र केचन तत्र कानिचन वस्तूनि सन्ति येषां तत्र आधिक्यम् अभवत्, अपि कानिचन वस्तूनि सन्ति येषां तत्र अभावः अभवत्, अतः तत्र तुलना तत्र तुलितं नास्ति, तुलितः नास्ति लोकः, तुलितः नास्ति, तुलितः नास्ति. किन्तु तत्र नाशनेन इति अस्ति, तत्र कीदृशनाशनेन? अनियन्त्रितनाशनेन. हा, अनियन्त्रित, तत्र किञ्चित् नाशनम् इति न, अथवा अस्तु एतावत् करोतु तस्य अधिकं तस्मात् अधिकं मास्तु इति तादृश नाशनं न, किन्तु अनियन्त्रित, यथा इच्छा तथा नाशं भवतु इति. अतः अनियन्त्रितनाशनेन तत्र पर्यावरणस्य असन्तुलिता अभवत्. अभवत् यन्त्रागारेभ्यः निस्सरतां विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति. हा, तत्र भवन्ति इति क्रियापदं, भवन्ति कर्तृपदं किं? प्रदूषितानि भवन्ति, तदपि प्रथमविभक्तौ अस्ति. जलस्रोतांसि, जलस्रोतांसि, तत्र एकवचने किम् अस्ति? जलस्रोतस्, स्रोतः, जलस्रोतः, ओ स्रोतः, मनः मनसि मनांसि स्रोतः श्रोतः सकारान्तपदं नपुंसकलिङ्गपदं मनः मनसि वा श्रोतः सकारः सकारः श्रोतस् श्रोतः श्रोतसि श्रोतांसि इत्युक्ते तत्र जलस्य यस्मात् जलं भवति तत्र जलस्य मूलं मूलस्थलं उद्भवम् उद्भवम् अतः स्रोतः तत्र जलस्रोतांसि तत्र किं भवन्ति? मलिनानि भवन्ति. हा, दूषितानि प्रदूषितानि मलिनानि भवन्ति केन कारणेन? विषमयपदार्थानां मेलनेन. हा, यस्य पदार्थे विषं केवलं विषम् अस्ति इति न, तत्र सः पदार्थः विषमयः अस्ति इत्युक्ते तत्र सर्वत्र विषमेव अस्ति तत्र तस्मिन् पदार्थे. तादृशविषमयपदार्थानां मेलनेन तत्र जलम् अस्ति विषमयपदार्थः अस्ति तयोः मेलनेन तत्र जलमपि विषमयः भवति. अतः जले अपि इदानीं तत्र विषमयम् इति न वक्तुं शक्नुमः, किन्तु जलं तु मलिनम् अथवा दूषितं प्रदूषितं प्रदूषितं तत्र निस्सरतां यन्त्रागारेण निस्सरताम् इति तत्र अस्ति. तत्र तत्र निस्सरताम् इति विभक्ति का सरताम् षष्ठी बहुवचनं हा निस्सरताम् तत्र यद् भवति तत्र यद् ततः सरति तत्र निस्सरताम् तत्र किं कुतः आगच्छति एतत् विषमयपदार्थः यन्त्रागारेभ्यः हा यन्त्रागारः यन्त्रागार तत्र यन्त्रागारः एक एकवचने किन्तु अत्र यन्त्रागारात् यन्त्रागारात् किन्तु अत्र बहुवचनं यन्त्रगारेभ्यः तस्मात् यत् विषमयपदार्थः तत्र ततः आगच्छति अथवा तेभ्यः आगच्छति विषमयपदार्थाः तेषां विधा विषमयपदार्थानां मेलनेन जलस्रोतांसि अपि प्रदूषितानि प्रदूषितानि भवन्ति. अग्रे पर्यावरणप्रदूषणेन ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति. हा तत्र पर्यावरणं यदस्ति पर्यावरण तस्य मलिनं भवति भवति तेन ऋतूनां सीसन्स् ऋतवः ये सन्ति तेषां परिवर्तनं भवति परिवर्तनम् इति तेषां परिवर्तनम् इत्युक्ते तत्र गतिविगतिः विगतयः गतिविगतयः गतिः नदी नद्यौ नद्यः तत्र विगति तत्र प्रायशः तत्र विगतयः इति अस्ति तत्र भवन्ति बहुवचने एव अस्ति खलु परिवर्तिताः भवन्ति विगतयः इति तत्र विगति एकवचने भवति वा गतिविगति मतयः इति किल मतयः इति गतिः तत्र मतिशब्दवत् गतिः विगति गतिविगति गतिविगति गतिविगतयः तत्र मतिः मति मतयः मतयः गतिः गतिः गतयः तत्र गतिः इत्युक्ते आगमनं विगतिः इति निर्गमनं गतिविगतयः काः भवन्ति गतिविगतयः परिवर्तिताः भवन्ति यथा यथा भवितव्यं तथा तादृशं न भवति इति तेन तेन इत्युक्ते इदानीं तेन किं तेन समग्रमपि जगत् परिवर्तते तत्र तेन इत्युक्ते केन तेन इत्युक्ते केन तत्र परिवर्तनं तत्र मतीनाम् इति प्रायशः अस्ति खलु मतिः शब्दस्य षष्टिबहुवचनं किम् अस्ति मतीनाम् अतः गतिविगतीनां परिवर्तनेन समग्रम् अपि जगत् जगत् परिवर्तते परिवर्तनं भवति तस्य भवति जगत् जगतः परिवर्तनं जगतः परिवर्तनं भवति भवति जगत् परिवर्तते जगतः जगतः परिवर्तनं भवति भवति अतः पर्यावरणसंरक्षणे वयं बद्धाधराः भवेम वयं किं भवेम वयं सर्वे बद्धाधराः भवेम बद्धाधराः भवेम कस्मिन् विषये बद्धाधराः भवेम पर्यावरणसंरक्षणे हा तत्र पर्यावरणं यदस्ति तस्य संरक्षणे, विषयः कः? पर्यावरणसंरक्षणम्। तस्मिन् विषये वयं बद्धादराः भवेम। बद्धादराः इत्युक्ते बद्धादरः इति एकवचने बद्धादरः इति पदं तस्य अर्थः कः? आदरः, बद्धः, यस्य आदरः तस्मिन् विषये बद्धः अस्ति सः बद्धादरः। कस्मिन् विषये बद्धः अस्ति इत्युक्ते आदरः बद्धः अस्ति इत्युक्ते तस्मिन् विषये सर्वदा आदरः भवेत्। यस्य तादृशः आदरः अस्ति, यः आदरः तत्र तस्मिन् विषये एव बद्धः अस्ति, तादृशः आदरः यस्य अस्ति सः बद्धादरः। बद्धादरः बहुव्रीहिसमासः, बद्धादरः इति स। अतः वयं सर्वे पर्यावरणसंरक्षणे, पर्यावरणसंरक्षणम् इति विषये वयं सर्वे बद्धादरः भवेम। भवेम इति लकारः कः? विधिलिङ्ग, विधिलिङ्ग हा इति मन्ये। हा विधिलिङ्ग वा लोट् वा इति, हा विधिलिङ्ग बहुवचने, उत्तमपुरुष बहुवचने, उत्तमपुरुष बहुवचने, समीचीनम्। अस्तु अस्तु समीचीनम्। अस्तु तर्हि अतः तत्र वयं स्वरूपमहोदयस्य करपत्रेण वयं तत्र स्त्रीलिङ्गपदानां नपुंसकलिङ्गपदानाम् अभ्यासं कृतवन्तः इति कारणतः तत्र प्रायशः अग्रिमे पुटे तत्र अभ्यासः ये अस्ति तत्र पञ्चदशे पुटे प्रायशः सुलभतया एतत् सर्वं कर्तुं शक्नुमः इति मन्ये। हा इदानीं समीचीनम्। अस्तु महोदय एकः प्रश्नः महोदय, मनुष्यः इति पदस्य प्रातिपदिकं किम् अकारान्तपदम् इति मन्ये भगिनि? मनुष्यः, मनुष्यः एव, मनुष्यः रामः, मनुष्यौ मनुष्याः, सत्यं, मानवः मनुष्यः समानं। यदि षष्ठीभक्ति मनुष्यस्य मनुष्यस्य मनुष्यात् मनुष्यस्य मनुष्ये। धन्यवादः महोदय। मनुष्ये तत्र मनुष्यः इति अस्ति खलु तत्र, अहं चिन्तयामि मनुष्यः अस्ति वा मनुष्यः अस्ति वा महोदय? मनुष्यः अत्र तत्र मानवः इति अत्र दत्तमस्ति, मनुष्यः इति कुत्र, मनुष्यः इति कुत्र आसीत् तत्र? कुत्रापि नास्ति महोदय। अस्तु अस्तु, भवती उक्तवती तत्र मनुष्यः इति मन्ये, मनुष्यः इति न मनुष्यः इति, मनुष्यः मनुष्यस्य इति षष्ठी इति मन्ये। अस्तु अस्तु तर्हि इदानीं तत्र अग्रिमे पुटे तत्र चतुर्दशे पुटे तत्र कोष्टकम् अस्ति, किन्तु तत्र प्रायशः जानीमः तत्र यत् दत्तमस्ति, अतः तत्र पञ्चदशपुटं तत्र गच्छामः, तत्र अभ्यासः अस्ति। तत्र किम् अस्तु मधु महोदय, तत्र प्रथम अभ्यास आरम्भं करोति वा महोदय? महोदय रिक्तस्थानानि पूरयत, एकवचनं द्विवचनं बहुवचनं, विद्युतौ विद्युतः, आचीः आशीः, अत्र तत्र चतुर्दशपुटं पश्यतु तत्र दृष्ट्वा महोदय आशिष मतरूपं प्रातिपदिकं तत्र समीचीनं महोदय। तत्र किं वक्तव्यम् इत्युक्ते प्रातिपदिकं किं तत्र शकारान्तवः इति, तदनन्तरं लिङ्गं किम् इति उक्त्वा तत्र विभक्तिरूपाणि वदतु महोदय। आशीष इति शकारान्तपदं, तत्र स्त्रीलिङ्गं वा पुल्लिङ्गं वा आशीष इति? स्त्रीलिङ्गशब्दान् आशि एकवचनं आशिः आशियो आशीः आशिषौ आशिषः आशिषः इति समीचीनं महोदय. अस्तु इदानीं सुजाता भगिनी इदानीं तत्र श्रोतांसि इति पदं तत्र श्रोतांसि श्रोतः नपुंसकलिङ्गशब्दमस्ति. प्रातिपदिकं किं प्रातिपदिकं किं प्रातिपदिकं श्रोतस् हा सकारान्तपदं श्रोतस् सकारान्तपदं नपुंसकलिङ्गपदं हा इदानीं रूपाणि वदतु. श्रोतसि श्रोतांसि हा श्रोतः श्रोतसि श्रोतांसि समीचीनं भगिनि. अस्तु इदानीं नरेश महोदय धन्यवादः नरेश महोदय अग्रे दिशौ अस्ति दिक् प्रातिपदिकं दिक् अस्ति दिश् अस्ति दिश् अस्ति सकारान्त स्त्रीलिङ्ग अस्ति एकवचनं दिक् दिशौ दिशः हा तत्र भवान् जानाति एव तत्र प्रातिपदिकस्य अन्तिमवर्णः बहुवचनं दृष्ट्वा एव तत्र शकारान्त हा अतः दिक् यद्यपि दिक् इति अस्ति एकवचने किन्तु बहुवचने दिशः अस्ति खलु अतः अस्तु ललिता भगिनि अग्रे चक्षुः चक्षुः सकारान्त नपुंसकलिङ्गे लिङ्गं चक्षुः चक्षुषि चक्षूंषि समीचीनं भगिनि. अस्तु शोभा भगिनी अग्रे परिषद् इति स्त्रीलिङ्गपदं सकारान्त स्त्रीलिङ्गपदं परिषत् अथवा परिषत् परिषदौ परिषदः इति भवति. हा समीचीनं भगिनि. अस्तु गीताञ्जलि भगिनी अग्रे कर्म तु कर्मन् नकारान्तपदमस्ति महोदय. कर्मणि कर्माणि समीचीनं भगिनी. हा वेदा भगिनी अग्रे महोदय मनश्शब्द मनसि मनस् सकारान्त मनसि सकारान्त नपुंसकलिङ्ग मनस् प्रातिपदिकं मनः मनसि मनांसि मनः मनसि मनांसि समीचीनं भगिनी. अस्तु वंशीसुत भगिनी अग्रे महोदय क्षम्यतां महोदय कुत्र पठति तत्र गीतासोपाने पञ्चदशे पुटे पञ्चदशपुटं पञ्चदश तत्र पाठः आसीत् तस्य अनन्तरं कोष्टकम् अस्ति अग्रिमे पुटे तदनन्तरं प्रथम अभ्यासः प्राप्तं वा भगिनि अस्तु वंशीसुत भगिनी सरितः इति अस्ति आं महोदय सरित् सरितौ सरितः स्त्रीलिङ्गशब्दः तकारान्तशब्दः महोदय तकारान्तशब्दः अस्तु समीचीनं भगिनी. महोदय मम एकः प्रश्नः अस्ति तत्र विपिन् इति शब्दः तु वनम् अस्ति किल विपिनानां घनविपिनानाम् इति उक्तवान् किल विपिनानां हा विपिनम् इति विपिनम् इति मन्ये भगिनी विपिन्नम् इति भवति वा इति हा विपिनं विपिनम् इति तत्र वनम् इति तत्र हा विपि हानाम् अस्तु तत्र हलन्तपदं नास्ति अकारान्तपदम् इति मन्ये आं महोदय पश्यामि महोदय. अस्तु अग्रे लक्ष्मी भगिनी प्राप्तं वा न प्राप्तं भवान् वदतु अहं वदामि दृष्ट्वा अस्तु भगिनि जगत् जगत् इति जगत् तकारान्त नपुंसकलिङ्गपदं जगत् जगति जगन्ति तावदेव जगति जगन्ति पुस्तके भगिनि पञ्चदशे पुटे भगिनि तत्र भवती पठितवती यत्र पठितवती तस्य अग्रिमपुटः न तस्य अनन्तरं जगत् जगतौ जगतः किल महोदय नपुंसकलिङ्गं नपुंसकलिङ्गकारान्तपदं भगिनि जगत् जगति जगन्ति अस्तु अस्तु तत्र किञ्चित् भ्रमः जातः महोदय सत्यं भगिनि तत्र वियत् वियतौ इति परन्तु आपत् तु स्त्रीलिङ्गशब्दः अस्ति आपत् स्त्रीलिङ्गशब्दः अस्ति सरित् स्त्रीलिङ्गशब्दः अस्ति किन्तु अत्र अतः तत्र किमस्ति तत्र बहुवचनरूपं दृष्ट्वा भेदः नपुंसकलिङ्गे तत्र भेदः दृश्यते किन्तु तत्र पुल्लिङ्ग स्त्रीलिङ्गतयोः मध्ये भेदः न दृश्यते तत्र सुहृद् वा विपद् वा विपद् विपदौ विपदः सुहृद् सुहृदौ सुहृदः समानरूपं किन्तु जगत् अस्ति चेत् तत्र द्रष्टुं शक्नुमः नपुंसकलिङ्गम् अस्ति इति कृत्वा अपि तत्र सावधानम् अपेक्षितं यतोहि तत्र किम् अस्ति तत्र जगन्ति इति अस्ति अपि जगन्ति इति ह्रस्व इकारः अस्ति खलु अतः किं भवति वयं यदि जगन्ति इति पश्यामः तत् क्रियापदम् इति चिन्तितुमपि शक्नुमः तदेव पृच्छन्ती अस्मि किमर्थं तत्र जगन्ति अस्ति तत्र किन्तु तत्र जगन्ति इति नामपदमेव किन्तु रूपं तादृशम् अस्ति अतः सावधानम् अपेक्षितम् अस्तु अग्रे उषा भगिनि तत्र आपत् इति आम् महोदय आपत् स्त्रीलिङ्गे अस्ति आपत् एव प्रातिपदिकम् आपद् अथवा आपत् आपत् आपदौ आपदः तत्र दकारान्तपदम् आपद् इति दकारान्त स्त्रीलिङ्ग स्त्रीलिङ्गपदं महोदय द्विवचने स्त्रीलिङ्गपदे वाचौ सरितौ तट्टौ विद्युतौ इति आगच्छति महोदय नपुंसकलिङ्गे द्विवचने ईकारान्त आगच्छति महोदय नामनि कर्मणि धनुषी चक्षुषी इति सत्यं भगिनि तद्भवति यदि वयं जानीमः तत्र किम् अस्ति नो चेत् न कर्तुं शक्यते किल अतः अभ्यासः अपेक्षितः तावदेव अभ्यासेन सर्वं भवति अस्तु अग्रे गच्छामः तर्हि तत्र अस्तु शोभभगिनी अग्रिम अभ्यासम् आरम्भं करोति वा आं महोदय आवरणे दत्तानां शब्दानाम् आधारेण रिक्तस्थानानि पूरयत उदाहरणं सरितौ सरित् इति शब्दस्य सरितौ द्विवचने प्रवहतः तत्र अर्जुनस्य स्वयं शब्दं करोति इति धनुष् इति प्रातिपदिकं धनुः इति प्रथमविभक्तौ भवति अर्जुनस्य धनुः स्वयं शब्दं करोति अर्जुनस्य धनुः स्वयं शब्दं करोति तत्र कर्तृपदं धनुः कर्मपदं किम् अस्ति अर्जुनस्य स्वयं शब्दं करोति शब्दम् इति कर्मपदं स्वयं धनुः शब्दं करोति तत्र द्वय धनुः शब्दं करोति इदानीं तत्र स्वयम् इति तत्र कर्तृपदं वा कर्मपदं वा तत्र स्वयम् इति एव कर्तृ अर्जुनस्य तु षष्ठीविभक्ति शब्दं कर्मपदम् अस्ति स्वयम् एव प्रथमविभक्तौ अस्ति समीचीनं भगिनि तत्र धनुः स्वयं धनुः नपुंसकलिङ्गे अस्ति इति कृत्वा तत्र स्वयं धनुः शब्दं करोति अस्तु अस्तु अग्रे गीताञ्जलि भगिनि गीतायाः वचस्थिति दत्तं, गीतायाः अमृत सदृशानि गीतायाः तु षष्ठी वचस्तु सकारान्त वचस् वच तत्र चतुर्दशपुटे पश्यतु भगिनि, तत्र सकारान्तपदं तु वचस् वाच् इति चकारान्त वाच् इति भिन्नं, वाच् इति भिन्नम्, एतत् वचस् अस्ति. तत्र तत्र अन्यत् यत् पदं दत्तमस्ति तद् दृष्ट्वा लिङ्गं किम् इति वक्तुं शक्नोति भवती. सदृशानि इति सकारान्त नपुंसकलिङ्गं, सो वच वचसि वचांसि वा वचांसि अमृत अमृतसदृशानि अमृतसदृशानि. गीतायाः भगवद्गीतायाः वचांसि तत्र कीदृशानि भवन्ति इत्युक्ते अमृतमिव, ते अमृतमिव अमृत सदृशानि सदृशानि वचांसि इति समीचीनं भगिनि. अस्तु अस्तु अग्रे नरेश महोदय, तत्र स्वयम् इति अव्ययं पदमपि भवितुम् अर्हति नो चेत् विशेषणमपि भवितुम् अर्हति किल, तत्र प्रथमा विभक्ति कथं भवति तत्र? नास्ति नास्ति, अधुना अहं चिन्तितवती कर्तृ धनुः कर्तृपदमस्ति, स्वयं तु विशेषणं विशेषणं नो चेत् अव्ययमपि भवितुम् अर्हति महोदय इति वा? अस्तु भगिनि अस्तु, अव्ययम् इति स्वीकुर्मः, किन्तु तत्र विशेषणमस्ति इति विशेषणमिति स्वीकुर्मश्चेत् तत्र कस्य पदस्य विशेषणं? शब्दस्य विशेषणं भवितुम् अर्हति किल, स्वयं शब्दं करोति, कर्मस्य विशेषणं भवति किल, स्वयं तत्र विशेषणं नास्ति इति मन्ये भगिनि. किन्तु तत्र स्वयम् इति पदं तत् किं सूचयति? स्वयम् इत्युक्ते शब्दं स्वयं धनुः स्वयं खलु, अतः सम्बन्धः अस्ति धनुः इति पदेन खलु, न तु शब्दम् इति पदेन. तत्तु सत्यं, स्वयं धनुः शब्दं करोति. यदि अव्ययम् इति स्वीकुर्मः अस्तु तद् एका रीति, नो चेत् तत्र धनुः इति पदस्य विशेषणम् इति अपि स्वीकर्तुं शक्नुमः इति मन्ये. परन्तु विशेषणमस्ति चेत् विभक्ति किं किम् अस्ति तत्र? विभक्ति तु प्रथमा एव, धनुः करोति. द्वितीया बहुवचनं किं किं रूपम् अस्ति? किं स्वयम् इति शब्दस्य स्वयमेव भवति वा? स्वयं स्वयं न स्मरामि भगिनि, द्रष्टव्यमस्ति. अव्ययम् एव अहं मन्ये, अव्ययम् अस्तु, सम्यक्तया न जानामि, दृष्ट्वा वदामि, किन्तु यदि अन्य कोऽपि वक्तुं शक्नोति अव्ययमेव अस्ति महोदय, विशेषणं स्वयं वा? विशेषणमस्ति चेत् विभक्तिरूपाणि किम् अस्ति ज्ञातव्यं. सत्यं भगिनि, किन्तु तत्र विशेषणं वा अथवा अव्ययं वा, तत्र अव्ययमस्ति चेदपि तत्र विभक्ति का इति वक्तुं शक्नुमः खलु? अव्ययस्य विभक्तिः वक्तुं शक्नुमः, तत्र परिवर्तनं न भवति, रूपपरिवर्तनं न भवति, किन्तु तत्र वाक्ये तस्य पदस्य कार्यं किम् इति प्रश्नः भवति खलु. सत्यमेव, तत्र विभक्ति इति दृष्ट्वा तत्र रूपं किम् इति प्रश्नः न भवति, विभक्ति का इति, किन्तु अस्तु अस्तु, तर्हि स्वयम् इति अव्ययमस्ति चेत् स्वयंवरः अपि शब्दः अस्ति. हा अस्तु, अतः तत्र ऐबियम् अस्ति चेत् प्रश्नः एव न उदेति इति स्वीकुर्मः. अस्तु महोदय, अस्तु समीचीनं महोदय. यदि प्रश्नम् अस्ति चेत् अर्जुनस्य धनुः स्वयं शब्दं करोति, कस्य धनुः शब्दं करोति, अर्जुनस्य धनुः शब्दं करोति, कीदृशं न आगच्छति? कीदृशं न स्वयं प्रश्नः. अस्तु भगिनि, अतः तत्र प्रश्नः एव नास्ति इति, इदानीं तस्य विभक्तेः प्रश्नः एव नास्ति महोदय. अन्यथा अर्जुनस्य धनुः एव शब्दं करोति इत्युक्ते तत् तत्र किञ्चित् भिन्न, तत्र सन्दर्भानुसरणे सन्दर्भस्य अनुसरेण तत्र प्रायशः सम्यक् अस्ति, किन्तु अन्यः अर्थः अपि भवितुमर्हति भगिनि. यत्र तत्र अनेकाः जनाः सन्ति, केवलम् अर्जुनस्य एव तत्र शब्दं करोति किन्तु अन्येषां न इति. किमर्थं तत्र स्वयम् इति दत्तमस्ति महोदय? आटोमेटिक् अस्ति वा? आटोमेटिक् इति न तत्र इत्युक्ते अर्जुन तु किमपि न करोति चेत् अपि धनुः स्वयं शब्दं करोति. आटोमेटिक् आटोमेटिक् अस्तु भगिनि. हा अस्तु, कुत्र स्मः वयं? तत्र नरेश महोदय इदानीं तत्र अग्रिम कृष्णस्य शब्दः अस्ति आशिष्. आशिष् शकारान्त स्त्रीलिङ्ग शब्दः अस्ति. एकवचने आशीः, कृष्णस्य आशीः, अर्जुनः जयं प्राप्नोति. एकनिमिषः. हा अस्तु, तत्र प्राप्नोति, कः प्राप्नोति? अर्जुनः. हा, किं प्राप्नोति? जयं प्राप्नोति. अतः तत्र कर्तृपदं कर्मपदं द्वयमपि अस्ति. इदानीं तत्र आशिः इति भवति चेत् तत्र किम्, आशिः कर्तृपदं नास्ति, कर्मपदं नास्ति खलु इदानीम्? अर्जुनः जयं प्राप्नोति. समीचीनम्. अस्तु अग्रे अर्जुनः जयं प्राप्नोति, अर्जुनस्य जयं भवति कृष्णस्य आशिषा इति अपि तदपि वक्तुं शक्नुमः. सत्यं सत्यं महोदय. पञ्चमी अपि भवितुम् अर्हति वा? हा तदपि तदपि कर्तुं शक्नुमः. तदस्ति चेत् नरेश महोदय रूपं किम्? आशिषः. हा कृष्णस्य आशिषः, अर्जुनः जयं प्राप्नोति. हा तत् हा तदपि समीचीनमेव. अस्तु अग्रे ललिता भगिनि. वदामि. सम्पद् विपद् च उद्वेगकारुण्यौ. द्वितीया विभक्ति अस्ति. अतः तत्र सम्पदौ विपदौ च. तत्र सम्पद् विपदौ इति खलु मिलित्वा उद्वेगकारिण्यौ. हा तत्र रामः अस्ति, लक्ष्मणः अस्ति. सम्पद् विपदौ. हा तौ अस्ति वा? तौ स्तः इति तत्र सम्पद् विपदौ च उद्वेगकारिण्यौ. इदानीं केवलं सम्पद् अस्ति चेत् एकवचने रूपं किं भवति? सम्पद् सम्पदौ सम्पदः. इदानीं उद्वेगकारिण्यौ इति अस्ति, तत्र एकवचनरूपं किम्? उद्वेगकारिणी नदी नद्यौ नद्यः उद्वेगकारिणी सम्पत् उद्वेगकारिणी उद्वेगं जनयति वेगेन उद्वेगम् उद्वेगम् इति उद्वेगम् तत्र एम्फसिस् अस्ति एम्फसिस् नास्ति उद्वेगः इति भिन्नम् अस्ति वेगः भिन्नम् अस्ति अस्तु मनसः स्थितिः इति उद्वेगः इति अस्तु अग्रे वेदा भगिनी अग्रे आम् महोदय सरस् शब्दः अस्ति प्रातिपदिकं सरस् हंसैः शोभन्ते बहुवचनं रूपमस्ति सरस् शब्दस्य सरः सरः सरसि सरांसि सरसि सरांसि सरः सरः हंसैः शोभन्ते तत्र क्रियापदं किम् अस्ति क्रियापदं किम् अस्ति अत्र हंसैः क्रियापदं किम् अस्ति शोभन्ते कर्तृपदं किम् अस्ति हंसैः बै हंसास् सो इट् शुड् बि सरांसि सरांसि शोभन्ते सरांसि शोभन्ते केन शोभन्ते अथवा कैः शोभन्ते इत्युक्ते हंसैः शोभन्ते समीचीनं भगिनि अस्तु मधु महोदय अग्रे महोदय क्षम्यतां तत्र सरसि इति वक्तुं शक्यते वा सरसि हंसैः शोभन्ते क्रियापदं किम् अस्ति भगिनि तत्र शोभन्ते अस्तु अस्तु बहुवचने अस्ति खलु आं महोदय कर्तृपदमपि बहुवचने हंसैः इति तत्र भिन्नं तत्र तत्र हंसेन इति अपि भवितुम् अर्हति हंसैः अथवा हंसाभ्याम् इति अपि भवितुम् अर्हति खलु तत्र किन्तु तत्र शोभन्ते इति अस्ति इति कृत्वा तत्र तत्र बहुवचनं तत्र सरांसि इति सरांसि अस्तु महोदय अस्तु मधु महोदय अग्रे अत्र भगवान् अर्जुनाय चक्षुः तत्र शकारान्तनपुंसकलिङ्गशब्दः भगवान् अर्जुनाय दिव्यै चक्षुषे दत्ते न अस्तु दिव्यैति वचनं किं तत्र दिव्ये न न तत्र वनं वनमिति पदस्य रूपाणि वदन्तु एकं वदतु एकवारं वने इति वचनं किं वने इति पदस्य द्विवचनं अत्र चक्षुष इति पदस्य द्विवचनरूपं किम् अस्ति चक्षुषी भगवान् अर्जुनाय दिव्ये चक्षुषी दत्ते तत्र चक्षुद्वयम् अस्ति खलु महोदय नेत्रद्वयम् अतः दिव्ये नेत्रे दत्ते दिव्ये नेत्रे दत्ते अथवा दिव्ये चक्षुषी चक्षुषी दत्ते तत्र द्विवचने नेत्रद्वयम् अथवा चक्षुद्वयम् इति तावदेव अस्तु अग्रे सुजाता भगिनि आं महोदय कृष्णस्य मानुषं रूपं दृष्ट्वा अर्जुनः अर्जुनः संमृतः सचेतस् सकारान्तपदमस्ति सते चिन्ता मास्तु भगिनि, समीचीनमेव तत्र संवृत्तः इति एव महोदय रूपं मानुषं विशेषणविषयम् अस्ति न महोदय तत्र किं भगिनि कृष्णस्य मानुषं रूपं विशेषणं सत्यं सत्यं रूपम् इति पदस्य मानुषम् इति इत्युक्ते रूपं प्रथमरूपं दृष्ट्वा दृष्ट्वा इति क्रियासूचकम् अतः कर्मपदमस्ति रूपम् अपि रूपम् इति नपुंसकलिङ्गे अस्ति अतः रूपभेदः न भवति रूपपदस्य अपि च मानुषम् इत्युक्ते मनुष्यरूपं मनुष्यस्य वा मनुष्यस्य वा महोदय तत्र मनुष्यः मनुष्यः इति तस्य परं तत्र मानुषम् इति तादृशमनुष्य मनुष्यरूपम् इति तत्र स्वभाव इति तत्र सम्बन्धमस्ति इति तत्र अस्तु अग्रे महोदय तत्र सचेतस् कीदृशपदम् इति सचेतस् किं नपुंसकलिङ्गं भवति वा चेतस् इति नपुंसकलिङ्गपदं किन्तु सचेतस् इति तत्र विशेषणं भवति इति मन्ये भगिनि अर्जुनः सचेतः इति अतः चेते तत्र इदानीं विशेषणम् अस्ति इति कृत्वा तत्र पुल्लिङ्गपदं सकारान्त पुल्लिङ्गपदं भवति एवं वा मनश्शब्दः अस्ति न सत्यं परन्तु तत्र अर्जुनस्य विशेषणं भवति अतः पुल्लिङ्गशब्दः भवति पुल्लिङ्गम् इति तत्र संवृत्तः अपि तत्र पुल्लिङ्गः अर्जुनः कीदृशः अभवत् तत्र क्रियापदं किम् अस्ति तत्र अस्ति अथवा अभवत् इति आम् सत्यं अतः तत्र अन्यत् किमपि तत्र कर्मपदं वा अन्यत् किमपि न भवति तत्र अस्तु तर्हि सकारान्तपुल्लिङ्गशब्दः तत्र अचेतः इति एव भवति इति मन्ये सचेतः इति इत्युक्ते तत्र महोदयस्य करपत्रे सकारान्तपुल्लिङ्गश विद्वांस् इति न दत्तं किन्तु तत्र रूपं रूपं न तत्र मम पार्श्वे नास्ति किन्तु तदेव भवति इति मन्ये भगिनि तत्र अस्तु किञ्चित् अस्तु महोदय भवती अपि अन्वेषणं करोतु किन्तु तत्र तत्र चेतः इति चेतः इति पदं तत्र प्रातिपदिकं तु चेतस् इति सकारान्त नपुंसकलिङ्गपदं किन्तु अत्र किमस्ति तत्र एषः चेतेन युक्तः इति भवति सचेतः सः चेतः इति विषयः नास्ति एषः चेतसा मनः इति यदि अस्ति तत्र मनसा तृतीया मनसा युक्तः अस्ति एषः इति अतः सचेतः सचेतः अर्जुनः सचेतः इति अर्जुनस्य सूचकम् अस्ति अर्जुनं सूचयति इति कृत्वा तत्र सचेतः इति पुल्लिङ्गपदं भवति तत्र अस्तु महोदय तत्र प्रायशः तत्र सकारान्तपदस्य पुल्लिङ्गं वा नपुंसकलिङ्गं वा प्रायशः तत्र यदि एतादृशविशेषणं भवति चेत् तत्र प्रायशः सामान्यम् अस्ति इति मन्ये रूपसामान्यम् अस्ति इति मन्ये भगिनि अतः तत्र सकारान्तपदं यदपि भवति सकारान्तपुल्लिङ्गं भवति चेदपि तत्र रूपसामान्यम् अस्ति इति चिन्तयामि. तत्र पश्यामः तत्र किं सकारान्तपदं तु तत्र विद्वस् इति सकारान्तपुल्लिङ्गपदम् अस्ति भगिनि, तत्र विद्वान् इति खलु, किन्तु तत् भिन्नम् अस्ति, विद्वान् इति प्रथमाविभक्ति तु नकारान्तपदमस्ति, परन्तु अत्र नकारान्तपदम् सचेतः इति भवति किल तत्र. सचेतः इति चिन्तयं भगिनि, पुनः एकवारं पृच्छामि भवती अपि. भवती अपि परन्तु भवते ये पाठतो स्त्रीलिङ्ग नपुंसकलिङ्ग शब्द एव अभ्यासं आम् सत्यं भगिनि, परन्तु भगिनि भगिनि अस्तु अस्तु अस्तु सत्यं सत्यमेव, किन्तु किन्तु चेतस् इति नपुंसकलिङ्गे अस्ति, किन्तु सचेतः इति पुल्लिङ्गविशेषणम् इति मन्ये, रूपं समानम् इति चिन्तयामि. कृते किञ्चित् सन्देहः अस्ति महोदय, तत्र संवृत्तः इति वृत्तः इत्युक्ते सा प्रत्ययः अपि च वर्तते, संवर्तते इति किल, संवर्तते तत्र सचेतसः इति प्रथमविभक्तौ भवितुम् अर्हति वा महोदय? अर्जुनः संवृत्तः तत्र तृतीया भवनीयं वा अथवा किञ्चित् क्लेशः अर्जुनः तत्र अस्तु. अहम् एतद् वाक्यं दृष्ट्वा मम चिन्तनम् एतादृशम् आसीत्, तत्र अर्जुनः संवृत्तः, तदनन्तरं तत्र क्रियापदं किं भवति? अस्तीय संवृत्तः तान्तपदम् इत्तान्तपदं प्रत्ययः तत्र तु किं कृष्णस्य अर्जुनः संवृत्तः भवति इति स्वीकुर्मः चेत् तत्र केन इति भवितुम् अर्हति वा अथवा केन भवति इति भवितुम् अर्हति वा अथवा गत्यर्थकधातु वा वृत्तः गत्यर्थकधातु कर्तरीरूपम् अपि भवितुम् अर्हति रे. अस्तु अस्तु, तत्र अनेकाः प्रश्नाः सन्ति, किन्तु एकमेकं स्वीकुर्मः. प्रथमप्रश्नः अस्ति तत्र सचेतसः वा अथवा सचेतः इति खलु तत्र प्रश्नः. तत्र एतत्तु अहं पश्यन् अस्मि, एतत्तु तत्र भगवद्गीतायां तत्र एकादश अध्याये एकपञ्चाशत् श्लोकः एकपञ्चाशत् श्लोकः एकादश अध्याये एकपञ्चाशत् एकपञ्चाशत् श्लोकः ओके. अर्जुनवाष्टव्यं मानुषं रूपं तव सौम्यं जनाः संवृत्तः इति एव अस्ति सचेतः प्रकृतिं गतः. अतः अहं चिन्तयामि तत्र सचेतः इति पुल्लिङ्गपदम् अस्ति, विशेषणम् अस्ति तत्र कृष्ण अर्जुनः अर्जुनः अर्जुनः इति सचेताः इति भवति सचेताः. ओ सचेताः इति अस्ति सचेतः, धन्यवादः भगिनि. सचेताः इति समीचीनं. सचेताः प्रकृतिं गतः किन्तु अत्र संवृत्तः इति अस्ति. अस्तु संवृत्तः समीचीनं. तर्हि सकारान्तस्त्रीलिङ्गशब्दम् अप्सरा इव वा अप्सराः इव भवति वा सचेत अप्सराः अप्सरसौ अप्सरसः इति भवति किल सचेताः तादृशं भवितुम् अर्हति सचेताः इति प्रथमाः. सत्यं भगिनि, सत्यं सत्यम् अस्तु. बहु किमपि अद्य अधीतवन्तः स्त्रीलिङ्गशब्दः अप्सरा अप्सरस इव भवति हा इति मन्ये भगिनि. अत्र तत्र तु वयं जानीमः तत्र रूपभेदः न भवति पुल्लिङ्गं वा अथवा अपि तत्र हा अपि वेदस् इति पदम् अस्ति तत् तत्रापि तादृशमेव सकारान्त पुल्लिङ्गपदं वेदाः इति अस्ति. अतः सचेतस् इति सचेताः इति अस्तु. अतः सचेतः इति नास्ति किन्तु सचेताः इति प्रथमविभक्तौ अस्ति पुल्लिङ्गपदम् अस्ति इदानीं. चेतः इति नपुंसकलिङ्गे सचेताः इति सकारन्त पुल्लिङ्गपदम् सके स्त्रीलिङ्गपदं किल महोदय अप्सरस् इति स्त्रीलिङ्गसकारान्तपदं किल अप्सरस् इति स्त्रीलिङ्गपदम् अपि अस्ति भगिनि सत्यं. तत्रापि अप्सरस् अप्सराः इति अस्ति सत्यं भगिनि. तत्रापि दीर्घाकारः अस्ति अन्ते सत्यं. तत्रैव अस्ति महोदय कुत्रापि नास्ति दीर्घाकारः अपि च विसर्गः. सत्यं भगिनि सत्यं सत्यं सत्यम् अतः सकारान्ते अस्ति. समीचीनं भगिनि अस्तु अस्तु. तर्हि तत्र समयः अपि जातः. इदानीं तत्र अग्रे तत्र किम् अस्ति अग्रिमे पुटद्वयम् अभ्यासः अपि तत्र अमरकोशात् कृतमासीत् अस्तु. तदनन्तरं तत्र अग्रे तत्र कथा अस्ति अस्तु. अग्रिमवर्गे तत् पुटद्वयं समापयित्वा कथामपि पठितुं शक्नुमः इति मन्ये. अस्तु तर्हि बहु समीचीनम् अस्ति. इदानीं तत्र मधुमहोदय तत्र अन्ते शान्तिमन्त्रं वदति वा महोदय. ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राः पश्यन्तु मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय. शुभरात्रिः. धन्यवादः महोदय. धन्यवादः. नमस्कारः सर्वेभ्यो. धन्यवादः महोदय. अग्रिमवर्गे मिलामः. अस्तु नमस्कारः. नमस्कारः. नमस्कारः.